नमः सर्वेभ्यः. अस्माकं प्रचलमानविषयः अस्ति जागृधातु. जागृधातु अस्ति, विशिष्टधातुः अस्ति. तत्र गतकक्षायां वयं पठितवन्तः, तत्र जागृधातु इति अभ्यर्थसंज्ञका अस्ति इति. अत्र अभ्यर्थसंज्ञका धातुः अस्ति इत्यतः अत्र विशिष्टकार्यद्वयमस्ति. अदभ्यस्तात् सृजभ्यस्तीतिभ्यश्चैत्यनेन एकं तु जकारस्य अतादेशः भवति, अन्यदस्तु ज्यूसादेशः, जेः ज्यूसादेशः भवति नित् नित्लकारे. अतः तत्र कार्य तिङ्प्रत्ययनिमित्तिक अङ्गकार्यं. नमस्कारः. नमस्कारः भगिनि. अत्र हलादि अत्र लङ्गेव विशिष्टकार्यमस्ति. एकं तु हल्ज्ञाप्योऽधिक सूति सूति सि अपृक्तहल् इत्यनेन लोपः भवति. अपि च जुसि च इत्यनेन गुणः इत्यनेन गुणः भवति इति वयं दृष्टवन्तः. वयं पठितवन्तः जुसि च इत्यस्य न पठितवन्तः खलु. एकवारं पुनः पठेम ततः. विजयभगिनी, कुत्र कुत्र पूर्वतनपाठक वा अदादिगणे वा? आमां जागृधातु अस्ति खलु, जागृधातु. अत्र आम् अत्र जुसि च इत्यतः अस्माभिः पठनीयम् अहं चिन्तयामि एकवारं. अस्तु अस्तु अस्तु अत्र अस्ति. अस्तु एकवारम् अत्र पुनः तिङ् प्रत्ययस्य निमित्ते अङ्गकार्यमिति अस्ति खलु, ततः पठतु एकवारम्. अस्माकं तु पुनः अभ्यासः भवति खलु, पुनस्मरणं भवति. तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गं तिङ्प्रत्यययोः मेलनं. हलादिपित्सु गुणः ऋकारः आर् इति भवति अत्र. जागरु योगः ति, जागर् इति अस्ति गुणः भूत्वा. जागर् योगः ति, जागर्ति इति अस्ति. अनन्तरम् अजादिपित्सु तत्रापि गुणः भवति. जागरु योगः आणि, जागर् इति गुणः भूत्वा जागर् इति अस्ति. जागर् योगः आणि, जागराणि इति रूपं निष्पन्नम्. अनन्तरं हलादि अपित्सु अस्ति चेत् तत्र ञिति च गुणनिषेधः भवति. जागरु योगः तः तत्र वर्णमेलनमेव. अनन्तरं चतुर्थबिन्दुः अजादि अपित्सु अस्ति चि तत्रापि गुणनिषेधः भवति. इको यनचि इत्यनेन यनादेशः. जागृ योगः अति इत्युक्ते जागृ जाग्र अनन्तरं यो जाग्र योगः अति जागृति इति अन्तिमरूपं निष्पन्नम्. अग्रे पठामि वा? लङ्गि विशिष्टं कार्यद्वयम् अस्ति अत्र. प्रथमबिन्दुः अजागृ योगः इत् इत्युक्ते गुणः भूत्वा अजागर् योगः इत्. हल् हल्यादिभ्यो दीर्घात् सुतिस्य पृत् सुतिस् अपृक्तम् अपृक्तं हल् इत्यनेन ता लोपः. अजागर् योगः करावसानयोर्विसर्जनीयः इत्यनेन स्थाने विसर्गः आगच्छति अत्र रेपस्य स्थाने. अतः अजागः तत्र इति एव संयोगान्तस्य लोपः इति अपि तत्र कार्यं करोति वा? इति मध्ये एतदपि साध्यं खलु अत्र संयोगान्तस्य लोपः इति तत्रापि तकारः एव इति भवति. अजागृ योगः सकारः तत्र हल्याभ्यो दीर्घात् सुतिस्य अपृक्तं हल् इत्यनेन सकारस्य लोपः भवति. अजागर् करावसानयोर्विसर्जनीय विसर्जनीयः इत्यनेन स्थाने विसर्गः अजागः इति आगच्छति. अनन्तरं द्वितीयबिन्दुः अस्ति अजागृ योगः जुस्. तत्र अजागृ योगः उकारक एव तिष्ठति. जुस् इति मध्ये चुटु इति अस्तु जुसि च इत्यनेन गुणः अजागर् योगः उः अजागरुः इति अन्तिमरूपं निष्पन्नम्। राजेन्द्रमहोदय, अत्र अजागृ योग तु इति अजागृ योग तु अस्ति, अत्र सुयोग सु इति इदानीं तत्र सयकण्ठस्य लोपः इत्यस्य प्रसक्तिः अस्ति वा? न महोदय, तथा न अस्ति। लोपः भवति हल्न्याग्र दीर्घस्तस्य पृष्ठफल तेन सूत्रेण अत्र कोऽपि संयोगान्तस्य प्रसक्तिः अपि नास्ति अत्र। एतेन हल्गाप दीर्घात् इति सूत्रम् अस्ति षष्ठमध्यस्य प्रथमपादे अस्ति, अतः तस्य कार्यं भवति चिन्ता अस्ति अत्र। अपि च एतत् सर्वत्र अप्रत्यहल्लोपः भवति, अतः लोपः भवति लङ्गि लङ्गि लोपः भवति। धन्यवादः। एक राजेन्द्रमहोदय, हल्गाप दीर्घात् एकवारं तत्र केवलम् अनुवृत्तिसहितसूत्रम्। आम् आम्, हल्न्याभ्यो दीर्घास्तस्य पृष्ठं हल् हलन्तात् दीर्घयन्तात् दीर्घाभन्तात् च सुतिसि इत्येषाम् अपृतसंज्ञकस्य हलः लोपः। अनुसूत्रं दीर्घात् हल्न्याभ्यो भ्यो सुतिसि अपृक्तं हल् लुप्यते। अत्र तु हल्न्याभ्यो सुतिसि, अतः हल् सुति हलन्ता अस्ति धातु अस्ति तत्र सु ति स स प्रत्ययः अपि च त प्रत्ययः यः अपृत् सम्यक् प्रत्ययाः सन्ति तत्र हल् हल् अपि अस्ति तत्र लोपः भवति तेषां तेषां तस् प्रत्ययः अपि च स प्रत्ययस्य लोपः भवति। सु इति अथ सुबन्ते भवति अत्र दीर्घात् अबन्तात् इत्युक्ते तत्र सुबन्तपत्रस्य अपि च नपुंसकलिङ्गे अपि भवति चेत् अथवा अन्यत् अपि भवितुमर्हति पुल्लिङ्गे अपि हलन्तशब्दः अस्ति चेत् सु इत्यस्य प्रथमाविभक्ति एकवचनस्य लोपः भवति इति अस्ति। अस्तु अस्तु, अग्रे करवसनिसर्जने वयं जानीमः, अतः रूप अत्र सर्वत् प्रथमपुरुषे एकवचने लङ्लकारे अपि च मध्यमपुरुषे रूप समानमेव अजागः अजागः इति। अस्तु अग्रे महोदय, जुसि च इति करवसरिसति वयं जानीमः खलु, जुसि च इत्यनि इत्यस्य प्रायशः चिन्त्यामेव पठामि वा? पठतु पठतु महोदय। जुसि च अजादौ जुसि परे इगन्त अङ्गस्य गुणः इगन्त अङ्गस्य गुणः भवति। जुषि सप्तम्यन्त च अव्ययपदं द्विपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रम्। एकः अङ्गस्य गुणः अचि जुषि च एकः अङ्गस्य यः इगन्त अङ्गम् अस्ति तस्य अचि परे तस्य गुणः भवति तत्र झ स्थाने जुषि जुषि आदेशः भवति। एवं महोदय? आमामां आम, जुस् आदेशः आदेशः भवति जुस् आदेशः न जुषि आदेशः अस्ति जे जुस् इत्यनेन अभ्यासन्यकस्य भवति खलु, अतः सामान्यतः गुणः न भवति खलु अत्र निपिच इत्यनेन गुणनिषेधः अस्ति, परन्तु तत्प्रभाति अहं चिन्तयामि तत् खलु सम्यक् खलु। आम्, इगन्ताङ्गस्य गुणः भवति अत्र ज इति अपित् अस्ति अतः तत्र गुणः न भवति स्म, परन्तु जुषित इत्यनेन इकः इदानीम् अत्र ज गृ इति अस्ति तत्र गुणः भवति यद्यपि नित् अपित् अस्ति परन्तु तत्र प्रबाद्य जुष इत्यनेन गुणः भवति इति अस्ति इगन्ताङ्गस्य इगन्ताङ्गस्य जुषि च इत्यनेन जुस् यत्र यत्र जुषादेशः भवति तत्र भवति वा तादृशः अस्ति खलु अजादौ अजादि अजादि अजादौ जुषि पर अजादि जुषि अजादि जुषि पर यत्र किमर्थम् अजादि जुषि अजादि जुषि किमर्थम् किमर्थमिति अजादौ प्रत्यये च जुस् प्रत्यये च द्वन्द्वः इति वा आर् इस् इट् क्वालिफैङ्ग् जुस् ओन्लि अजादौ जुस् तादृशं नास्ति अन्यत्र यत्र इडागमः भवति तदपि नास्ति खलु तदपि अजादि एव भवति किमर्थं तत्र तादृश चाय् इति अस्ति अचि जुसि च इकाङ्गस्य जुसि च इति जुसि च इति एव खलु इकः अङ्गस्य जु इति अस्ति गुणः अचि जुसि च अजादौ जुसि च अचि जुसि जुसि इत्यस्य विशेषणमस्ति खलु विशेषणमस्ति वा अचि जुसि अहं चिन्तयामः परन्तु अचि जुसि इति ओसि इति अजादि एव अस्ति किञ्चित् भ्रमः अस्ति एकवारं पश्यामः 63 83 83 73 83 73 83 तत्र 7.3.83 जुसि च इत्यनेन अत्र आं जि अत्र ईगन्ध अङ्गस्य गुणः भवति तदापि जुसि जुसि परे अत्र परतः न न अचि जुसि इति किमर्थं दत्तमस्ति इति अस्माकम् अत्र नास्ति अष्टदै दर्कं मध्ये किमपि नास्ति खलु तत्र तत्रापि अजादौ ओन्लि अजादौ जुसि जुसि च जुसि च प्रत्यये परे इगन्तसङ्गस्य गुणः भवति अतः काशिका इति जुसि च प्रत्यये परतः सिद्धान्तकौमुदी अजादौ अजादौ जुसि इगन्त अङ्गस्य गुणः स्यात् मेबि इट् शुड् बि ओन्लि जुस् प्रत्यया ओन्लि इति गुणः भवति लोटास् अचि अचि इति उक्ते लोट् लोट् अपि गुणः भवति अन्तु इति अस्तु अस्तु लोट् अपि यद्यपि जुस् जुस् जकारस्य स्थाने अचि अस्तु अस्तु एकवारं महोदय अहं चिन्तयामि किम् अस्ति जोन्तः लङ्लकारे यदा उः उः प्रत्ययः भवति सिद्ध प्रत्ययः भवति तदा यदा जुसि मूलरूपेण तु जुस् आसीत् जुसि परे यः इदन्त अङ्गः अस्ति अत्र ऋकारः अस्ति तस्य गुणः भवति तस्य ऋकारस्य र भवति जागरुः अजागरुः अत्र न अस्तु न अचि इति किमर्थम् इति मम प्रश्नः अचि कंसस्य अनुवृत्ति न जुसि इति अचि खलु इदानीं यद्यपि जुसि इति आदेश अहं चिन्तयामि अत्र सूत्रस्य कार्यमपि भवति अत्र प्रायशः प्रसङ्गः नास्ति प्रसङ्गः नास्ति अस्माकं परन्तु तदेव किञ्चित् अस्तु तत्र लोट्लकारे सः नास्ति भगिनि अत्र अहं दृष्टवान् गुणः न भवति अत्र इको एनर्जि इत्यस्य कार्यमेव भवति अतु इत्यस्य जाग्रतु इति अस्ति न लोट् जाग्रतु इति एकसन्धि भवति जाग्रतु जागर्तु भवति अस्तु भवति खलु गुणः न भवति तत्र जाग्रतु इति खलु न तु जागर्तु एकसन्धि तत्र अर् न भवति गुणः भवति अर् भवेत् खलु जूसि अस्तु अस्तु विशेषणमेव विशेषणमस्ति परन्तु विशेषेण मम प्रश्नः आसीत् किमर्थम् अति उस् इति अस्ति, इदानीं तत् अचि एव अस्ति खलु, अतः अजादौ जुसि समानमेव आम् प्रसङ्गः नास्ति अत्र. अस्तु अस्तु तर्हि अत्र इदानीं सम्यक् अस्ति एव अहं चिन्तयामि. एकं सूत्रमस्ति तद् अनन्तरं पठेम खलु वयम् एकं रूपाणि एकवारं साधयामः. अस्तु एतत् पठेम इदानीं तदेव तदपि पठनं भवतु. शिवली भगिनी पठति वा जागृ आम् महोदय. आम् महोदय. गुणकार्ये विशेषु विशेषः जागृ अविच्छिन्न लिङ्सु. जागृधातोः गुणः भवति वि छिन् नल् नित् इत्येषां प्रत्ययान पर्युदासे. वि इति प्रत्ययविशेषः, छिन् इति लुङ् लकारस्य, नल् इति लिट् लकारस्य, नित् इत्यनेन इत्संज्ञकः नकारः यस्य. वि नित् इत्यनयोः विषये गुणनिषेधः इदानीमपि अभवति. छिन् नल् इत्यनयोः विषये वृत्तिः इदानीमपि भवति. अन्यत्र सर्वत्र गुणः भवति एव. अचोण्यति निति च इत्यनयोः अपवादः. विश्च छिञ्च नल् च निच्च तेषाम् इतरेतरद्वन्द्वः. विच्छिन्नल्लितः न विच्छिन्नल्लितः. अविच्छिन्नल्लितः तेषु अविच्छिन्नलित्सु जाग्रह षष्ठ्यन्तम् अविच्छिन्नलित्सु सप्तम्यन्तं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं जाग्रह गुणः अविच्छिन्नलित्सु. आं महोदय. जागृधातोः गुणः भवति, परन्तु वि छिन् नल् नित् इत्येषां प्रत्ययानं पर्युदासे. पर्युदासे मित् नेगेटिङ्ग् आल् दिस्. वि प्रत्ययस्य, वि इति प्रत्ययविशेषः, जागृधातोः परतः वि इति प्रत्ययविशेषः गुणः न भवति. तदा इदानीं छिन् इति लुङ् लकारस्य छिन् प्रत्यय, लिट् लकारस्य नल् प्रत्यय, नित् इत्यनेन ज्ञकारः सञ्ज्ञकः यस्य इति सञ्ज्ञकः भवति, तस्य प्रत्ययविषये अपि गुणः न भवति जागृधातोः परे. अत्र अस्माकं तु अत्र यत् अहं चिन्तयामि परिदासे इति अस्ति. परिदासे इत्युक्ते यत्र यत्र इदानीं अत्र दत्तमस्ति खलु प्रत्य वि इति प्रत्ययविषये वि वि अपि नित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति. यत्र अस्माकं तु नित् प्रत्यय अस्माकं तिङन्ते गुणनिषेधः केन सूत्रेण भवति, निति च इत्यनेन. निति च इति, निति च इति नित् अतः अनित् तत्र एव गुणनिषेधः. अनित् अस्ति यत् गुणनिषेधः नित् कित्यनेन भवति, तत्र गुणः भवति, न तु अत्र गुणनिषेधः अस्ति एव. अत्र नित् लकारे गुणनिषेधः भवति एव, नित् अस्ति चेत् गुणनिषेधः. परियुदासे इत्युक्ते अत्र यत्र यत्र इदानीं नित् इत्यस्य अत्र अस्ति चेत् तत्र गुणनिषेधः अपि यद्यपि यत्किमपि कार्यं भवति तत् कार्यं भवति एव. परन्तु अन्यत्र अचोर्णिति इत्यत्र वृद्धिः भवति, अचोर्णिति इत्यस्य वृद्धिः भवति स्म तस्य तत्र गुणः भवति. अथवा कित् कित् कित् कित्यनेन कित् कित् इत्यनेन गुण निषिद्धः भवति, तत्र गुणः भवति, तत्र गुणः भवति. अत्र परियुदास इत्युक्ते यत्र यत्र गुणः न भवति अथवा कोऽपि अन्यकार्यं भवति तत्र गुणः भवति. अत्र अस्माकं तिगन्तविषये तस्य अस्य सूत्रस्य प्रसक्तिः इदानीं नास्ति, परन्तु निचि इदानीं निट्लक सारि यदा वयं निचि योजयामः चेत् तत्र अचोनिचि गुणः वृद्धिः भवति, तत् प्रपाद्य गुणः भवति, वृद्धिप्रपाद्य गुणः भवति इति अस्ति, अहं परिदासप्रतिषेधः अस्ति खलु, अतः अग्रे पठतु भगिनी, अत्र यत्र वृद्धिः भवति तत्र गुणः भवति, तर्हि भगिनी अत्र इदानीं जागृयोग इदानीं जागृयोगतः इति खलु प्रथमपुरुषे एकवचने लट्लकारे तत्र अर्थसूत्रशतशक्तिः अस्ति वा? गुणनिषेधः अस्ति महोदय, आडियो आडियो इस् नाट् एकवारं न श्रूयते वा? इदानीं जागृयोगः इति अस्ति, प्रथमपुरुषे द्विवचने द्विवचने जागृयोगः, अत्र गुणः भवति वा अनेन सूत्रेण? नास्ति नास्ति. किमर्थं गुणः न भवति इति गुणनिषेध इदानीं जागृतविषये तत्र वर्णमेलनमेव न न अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति अपितस्ति प्रत्ययः अपितस्ति सार्वधातुक सार्वधातुकमार्धतत्रयोः अपित् निति इति अत्र जागृः धातोः हा हा ओके अत्र छिण् न भवति किमर्थमिति चेत् अत्र आडित् परिदासे इति अत्र आनित् अस्ति अत्र गुणनिषेधः नित्येन गुणनिषेधः अस्ति अतः अनित्येव अनित् इत्यनेन अनित् अस्ति चेत् गुणनिषेधः भवति चेदपि अनित् इत्युक्ते कित् अस्ति चेत् इदानीं कित्तनेन गुणनिषेधः भवति चेत् गुणः भवति परन्तु नित्य इत्यनेन गुणः भवति चेत् तत्र गुणनिषेधः भवति चेत् तत् भवति तत्र गुणः न भवति यानेन सूत्रेण परिदासे इति अस्ति तदेव यत्र अत्र परिदास इत्युक्ते तत्र एकम् उदाहरणं सर्वत्र दीयते अब्राह्मण इति अब्राह्मण आनय इत्युक्ते ब्राह्मणं वर्जयित्वा कोऽपि अन्यम् आनय इति अर्थः अतः यत्र यत्र अत्र नित् अनित् अस्ति चेत् यत्र कुत्रापि गुणनिषेधः भवति अन्येन सूत्रेण अथवा वृद्धिः भवति अन्यसूत्रेण तत्र गुणः एव भवति तत्प्रभाद्य इति अतः जागरेव णिच् अस्ति अतः णिच् अस्ति इदानीम् अचोणिच् इत्यनेन वृद्धिः भवति अतः तत्र सूत्रस्य प्रसक्तिः अस्ति एतस्य सूत्रस्य प्रसक्तिः अस्ति इदानीम् अत्र गुणः तत् प्रभाते गुणः भवति तथैव अत्र अग्रे पठतु भगिनि अत्र यत्र वृद्धिः भवति यत्र वृद्धिः भवति स्म तत्र गुणः भवति जागृयोगः निच् अचोन्निति इति प्रभाद्य जागृ अविच्छिन्नलिङ्सु इत्यनेन गुणः जागृयोगः इ जागरि इति निजन्तधातुः जागरयति इति रूपं भवति अत्र गुणः भवति वृद्धिः भवति अतः यत्र यत्र अन्यकार्यं भवति अविच् अपि च किमस्ति नल् इत्यस्य नल् अपि च अनित् कारणेन कोऽपि अन्य कोऽपि यत्र अन्यकार्यं भवति यत्किमपि भवतु तत्र गुणः भवति इत्यस्य अत्र अतः यत्र अनित् अस्ति अतः तत्सूत्रस्य प्रसक्तिः अस्ति वृद्धिः भवति यत्र अत्र वृद्धिः भवति तत्र तत्र गुणः गुणनिषेधः अग्रे कित् इत्यस्य अस्ति अस्तु धन्यवादः भगिनि इदानीं महोदय अत्र परिदासे इत्युक्ते किम् एक्साक्ट् मीनिङ्ग् परिदासे इत्युक्ते निषेध इति अर्थः एक्साक्ट् इति निषेधः अस्ति यत्र निषेध्यते तत्र गुण भवति इति यत्र गुण यत्र निषेधं कृतमस्ति इदं सूत्रं जागृधातोः अविच् अविच् इति वि इति तस्य आवि आवि वि वि तस्य अवि इत्य तत्र गुण गुणः भवति अवि इत्यस्य वि इति तत्र विशेषः अस्ति अत्र गुण गुण न भवति चेत् गुणः भवति अपि च नल् इति नल् इति चिन् सारि चिण् इति प्रत्ययः अस्ति अपि च नल् इति प्रत्ययः अस्ति अनल् अपि अचिण् तत्र अत्र गुणः नास्ति तत्र नल् अपि चिण् चेत् तत्र वृद्धिः भवति वृद्धिः भवति अतः अन् अचिण् अथवा अनल् इति चेत् तत्र अत्र गुणः भवति इति अस्ति नित् इति अस्ति अनित् अस्ति चेत् यत्र अन्यत् किमपि कार्यं भवति यदा वयं दृष्टवन्तः इदानीं जागृयोग णिच् अस्ति अत्र वृद्धिः भवति वृद्धिः भवति तत् अनेन सूत्रेण प्रभाद्य गुणः भवति अस्तु जि धन्यवादः अरुणारामदु भगिनी अग्रिमम् अस्य सूत्रस्य प्रसक्ति कित् यत्र कित् वा गुणनिषेधः किं महोदय अरुण यत्र यत्र कित्वा गुणनिषेधः अस्ति खलु जागृयोगः ता तदेव महोदय या यत्र कित्वात् गुणनिर्देशः भवति स्म तत्र गुणः भवति उदाहरणमस्ति जागृयोगक्ता किनिति च इति प्रभाद्य जाग्रो जाग्रो विच्छिण् नित्सु इति सूत्रेण गुणः भवति जाग्रु जागर् योगः ता आर्धधातुकषड्वलादे इति अनेन आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति जागर् योगः हि योगः जागरितः इति जागरित इति रूपं निष्पन्नं भवति अत एव वयं दृष्टवन्तः जागृयोगतः इति द्विवचने प्रथम पुरुष द्विवचने जागृयोगतः इति अस्ति परन्तु अत्र गुणप्रपा गुणप्रपादनं केन सूत्रेण भवति नित् इति सूत्रं भवति परन्तु नित् अत्र गुण गुणस्य निषेधः कित् अतः अस्य सूत्रस्य प्रसक्तिः भवति तत्र गुण तत्र गुणनिषेधः अस्ति एव नित् अपि नित् अस्ति अतः तेन भवति धन्यवादः धन्यवादः उषा भगिनी अग्रे अग्रे नमस्कारः यत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति स्म तत्र जाग्रो विचिन् नल् ङित्सु जाग्रो विचिन् नल् ङित्सु इत्यनेन मै पेज् ओके इत्यनेन एव गुणः भवति प्रतिपतोक्तत्वात् यत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति स्म ओके तत्र जाग्रो विचिन्नल् ङित्सु इत्यनेन एव गुणः भवति प्रतिपतोक्तत्वात् ओके सो जाग्रयोगः ति सार्वधातुक आर्धधातुकयोः इति प्रबाद्य जाग्रो विचिन्नल् ङित्सु इत्यनेन गुणः जागर्योगः ति जागर्ति अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि अतः अत्र गुणः भवति सार्वधातुकयोः इत्यनेन पूर्वसूत्रमस्ति पूर्वसूत्रमस्ति वा आम् आम् अग्रिमसूत्रमस्ति अतः परन्तु अत्र प्रतिपदोक्तत्वात् अनेन सूत्रेण अतः सार्वधातुकयोः इत्यनेन गुणः न भवतु इति अस्ति अत्र यत्र यत्र तर्हि जागृ धातोः यत्र यत्र सार्वधातुकयोः इत्यनेन गुणः भवति तत्प्रभाद्य अनेन सूत्रेण एव भवति सार्वत्कार्थेन गुणः भवति तत्र पूर्वत्र सिद्धम् इति सूत्रं कार्यं न करोति खलु हा न करोति अत्र प्रतिपदोक्तत्वात् यद्यपि कार्यं समानमेव परन्तु अत्र प्रति उक्तमस्ति खलु स्पेसिफिकलि अतः अहं चिन्तयामि दत्तमस्ति प्रतिपदोक्तत्वात् अस्य सूत्रस्य एव कार्यमस्ति इति अस्तु तर्हि लटी रूपा लटी रूपाणि साधयामः उषा भगिनी एव प्रारम्भं करोति वा? जागृतितः तीतः अति ओके जाग्रियोगः ति जाग्रो बिचिन्नलङ्गित्सु इत्यनेन गुणः जागर्योगः ति जागर्ति जागर्ति जाग्रियोगः तः गुणनिषेधः भवति जागर् जाग्रियोग वर्णमेलनमेव भवति जागृतः जाग्रियोगः जाग्रियोगः जि जि becomes ati ji ati bhavati ja abhyas ya yeah, abhyasa sanya ya what is that rule adabhyastat ityanena adabhyastat ityanena ji ati bhavati jagri yogah ati yan santi melanam ऋकारस्य स्थाने रकारः भवति सो जागर् जाग् रेप जाग् रेपः योगः अति जाग्रति सीतः सी जाग्रो विचिण्डलङ्गित्सु इत्यनेन गुणः जागर्सि जाग् देन् वर्णमेलनं जागृतः जागर्षि ओके जागर्षि जागृतः जागृत देन् जागर्मि ओके जागर्मि जागृवः जागृमः अस्तु अग्रे विजय भगिनि नोट् लकार विजय भगिनि तु तात् ताम् अन्तु हि तात् तं त आनि आव आम इति सिद्धतिङ् प्रत्ययम् अस्ति अत्र प्रथमं तु तात् तत्र जागर्तु जागर्तात् इति अस्ति प्रथमं जागर् इति अस्ति सार्वधातुक अर्धधातुको योः इति सूत्रेण गुणः भूत्वा जागर् अनन्तरं तत्र तु इति मेलनेन जागर्तु इति आगच्छति अनन्तरं जागृतात् तत्रापि वर्णमेलनमेव जागृ योगः अत्र सार्वधातुकदेशे भवति वा अर् आगच्छति खलु सार्वधातुक अर्धधातुकयोः येन तत्र जागर् इति अर् आगच्छति अस्तु अस्तु अनिस्सु जागृ विचिन् अत्र जाग्रो विचिन् अनिस्सु इति अस्ति खलु तत्र गुणः अनेन सूत्रेण गुणः भवति वा अथवा सा दातवती प्रतिपदं कृत्वा अनेन सूत्रेण गुणः भवति इति खलु इति विषये खलु अतः तत्प्रपाद्य जागरो विचिन् तत्प्रपाद्य सार्वधातुक अर्धधातुको एव कार्यं करोति पुनः वदतु महोदय अहं न अवगतम् न न किमर्थं सार्वधातुक न कार्यं करोति अत्र प्रतिपदौ कृत्वात् अत्र दत्तमस्ति खलु यत्र सार्वधातुकार्धकयोः गुणः भवति स्म परन्तु अत्र जागृ अविचिन् अनिस्सु इति यत्र यत्र अनि इदानीं पश्यतु अत्र जागृति अस्ति अनित् अनित् अनित् अस्ति अस्ति गुण कोऽपि अन्यकार्यं भवति इति अनेन सूत्रेण एव गुणः भवति इति अस्ति पुनः वदतु भगिनी किमस्ति अत्र जाग्र यथा धातु अस्ति तत् अनन्तरं यावत् तत्र वि चिन् नल् नित्सु प्रत्ययः न अस्ति तत्र तेन सूत्रेण गुणः भवति यत्र यत्र नित् नास्ति वि नास्ति चिण् नास्ति तत्र अत्र गुणः भवति अस्य सूत्रस्य एव गुणः भवति किमर्थं परिदात अस्ति अतः एव परिदात इत्यनेन भवति प्रतिपदत्वात् अत्र जागृति प्रतिपद उक्तमस्ति यत्र अवि आ वि नास्ति चिण् नास्ति नल् नास्ति नित् नास्ति इदानीं तु ति इति प्रत्यय नित् नास्ति वि नास्ति चि नास्ति नल् नास्ति किं नास्ति नल् नास्ति अतः अस्य सूत्रस्य प्रसक्तिः भवति अतः अनेन गुणः भवति यद्यपि अन्तिमरूपं समानमेव अतः अवगतं वा भगिनि तु धातु अपि अत्र नित् नास्ति महोदय तु भगिनि अत्र अस्ति तु प्रत्यापित् अस्ति तत्र सार्वधातुक आर्धातुकयोः सूत्रस्य प्रसक्तिः अस्ति परन्तु तं प्रबाद्य जाग्र अवचिन् नित्सु सूत्रस्य कारणेन सूत्रेण तत् गुणः भवति यतोहि विशेषसूत्रम् अस्ति जाग्र अपवादं अत्र नै नै अस्ति खलु समासः अपि अवि अचिन् अनल् अनित् एतान् विहाय अन्यत्र सर्वत्र अस्य सूत्रस्य प्रसक्तिः भवति इति अस्ति जागृधातोः कृते गुणः भवति इति भगिनी अग्रे उक्तवती वा अनन्तरं जागृ योगः तां जागृतामेव अनन्तरं जाग्रत तत्र अपि सार्वधातुकमपि तस्ति युको एनर्जि इति सूत्रेण तत्र कार्यं करोति खलु जि जागर् जागर्तु अनन्तरं जागृहि इति अस्ति हि प्रत्ययम् आगच्छति अत्र एतदपि अपि तस्ति तत्र जागृहि हि एव तत्र मेलनमेव अत्र जागृ अनन्तरं तात् मेलनमेव जागृतम् अपि तत्र जागृयोगः तं जागृतम् इति अस्ति अनन्तरं जागृत तादृशमेव अनन्तरं जागराणि इति अस्ति तत्र जागराणि जागर् इति अस्ति गुणः भूत्वा अनन्तरम् आनि इति अस्ति परन्तु तत्र नतुम् अस्ति तत्र अट्टुकुप् वाङ् नुम् वेयो इति सूत्रेण तत्र मूर्धन्यनकारः आगच्छति जागरणि केन सूत्रेण अर् भवति अर् जागर् तत्र अपि जागर् अर् आगच्छति युको गुणः भूत्वा गुणः केन सूत्रेण तदेव गुणः केन सूत्रेण भवति इति वयं दृष्टवन्तः खलु पूर्वं सार्वत्रिकार्थद्वयोः इत्यनेन भवति वा अथवा एतत् प्रबाद्य एतत् प्रबाद्य जागरो विचिन्नल् निङ्क्सु इति कार्यं करोति अत्र जागृही अस्ति खलु तत्र किमर्थं तत्र गुणः न भवति जागृही इति अस्य सूत्रस्य पृथक्ति अस्ति वा जागृ विचिन्नल् इति अस्य सूत्रस्य पृथक्ति अस्ति वा तत्र अपि अस्ति खलु जि तत्र न न तत्र अत्र गुणः भवति इति दत्तमस्ति खलु जाग्र विकिन् अनिस् अस्ति अनिच्छ अस्ति चेत् गुणनिषेधः अनित् आमाम् एतत् नित् अस्ति अतः एव न भवति अतः एव गुणः न भवति न तु अस्तु आमां सत्यम् जागराणि तत्र अटुकुप् इति सूत्रेण तत्र दन्त्यनकारस्य मूर्धन्यनकारः आगच्छति अनन्तरं जागर् आव आम तत्र वर्णमेलनमेव जागर अत्रापि अत्रापि जागर विचिन्नलित्सु इत्यनेन गुणः भवति जागर जागर जागर आव जागर जागर योगः आव तत्रापि जागरो अविच्छिन्नल् नत्सु नित्सु इति सूत्रेण सूत्रं कार्यं करोति जागर्योगः आव जागराव, अनन्तरं तादृशमेव जागराम इति तत्रापि सार्वधातुक अर्धधातुक एतत् प्रबाद्य जाग्र अविच्छिन्न निल् निच्छु इति नल् निच्छु इति कार्यं करोति. धन्यवादः राजेन्द्रमहोदय. अग्रे अस्तु, जाग्र योग प्रत्ययः अत्र प्रथमं तु अडागमः भवति. अजाग्र अजाग्र योग अत्र फित् प्रत्ययः अस्ति, प्रत्ययः फित् प्रत्ययः अस्ति कारणात् तत्र सार्ध आर्धयोः सूत्रेण गुणः भवितुमर्हति. परन्तु प्रभाद्य विच् अविच्छिन् नल् नित्सु सूत्रेण तत् गुणः भवति. अजाग्र अजाग्र अत्र तकारस्य हलनेभ्यधिकस्य पृष्ठभासस्य लोपः भवति. अजाग्र अत्र तु विसर्गः आगच्छति खर्वस्थानीयविसर्जनीयसूत्रेण अजागः अजाग्र रेफस्य विसर्गः भवति अजागः. अजाग्र योगताम् अत्र कोऽपि कार्यं न अस्ति. अजाग्रताम् अजाग्रयोग उः अत्र प्रत्ययः अस्ति. अत्र चिन्तयामि अजाग्रयोग उः अत्र जुसि च सूत्रेण यः विकारः अस्ति तस्य गुणः भवति. अजागर उः अजाग्रुः तत्र भवति मिलित्वा अजाग्रयोगस्य सिजभ्यश्च विधिभ्यश्च जुस् इति आदेशः लङि सिजभ्यस्त विधिभ्यश्च च मितः लस्य जेः जुस् सेवाम् उक्त्वा उः तत् परन्तं श्रीवलिभग्नि किम् उक्तम्? आं भगिनि, सिजभ्यस्तविधिभ्यश्च नितः लस्य जेः जुस् इति आदेशः भवति प्रथमम्. अन्यथा किं भवति अत्र अत्र एतत् अभ्यस्तसंज्ञका अस्ति जाग्रधातुः अभ्यस्तसंज्ञका भवति इति कारणेन अभ्यस्तसंज्ञकधातोः नितः लस्य जे जि प्रत्ययस्य स्थाने जुस् आदेशः भवति. अन्यत्र अभ्यसंज्ञकः नास्ति, अभ्यसंज्ञकः अस्ति परन्तु जागृ नास्ति चेत् अत् आदेशः खलु, आदेशः खलु. आमाम् अत्र जागृदत एव जुस् आदेशः, अन्न आदेशः, जुस् आदेश. अस्तु, लङ्लकारे अन्न अस्तु अन्न महोदय अग्रे. जाग्रयोगतम् अत्र कोऽपि कार्यं नास्ति. अजागृतम् अजाग्र योगत्व अजाग्रत अजाग्रयोग आम् अत्र अत्रापि पित् प्रत्ययः अस्ति, अजादि पित् प्रत्ययः अस्ति. न अत्र गुणः सार्ध आर्धिकगुणं भवितुम् अर्हति. परन्तु जाग्र अविच्छिन्नल् नित्सु सूत्रेण तत् गुणं भूत्वा अजाग्र अजाग्रम् अत्र वर्णमेलं कृत्वा अजाग्रं भवति. अजाग्रव अजाग्रव अजाग्रम योगम अजाग्रम अत्र किमपि कार्यं अजाग्रु एव अजाग्र अजाग्रु तदेव उक्तवान् महोदय. किं भगिनि किं जाग्रु? हा समीचीनमेव खलु. रेप इति सा श्रुतवती आसीत् अजाग्रम इति अजाग्रु इति तत्र मूर्धन्यकारः अस्ति खलु. अस्तु महोदय धन्यवादः. तर्हि इदानीं श्रीवल्ली भगिनि. आं महोदय. सर्वदा श्रीवल्ली भगिनी एव इति लिङ्गात् क्रमं क्रमं सिक्स् अस्ति. सर्वे प्रत्ययाः यात् याताम् युः याः याताम् यातां यां याव यामा कोऽपि कार्यं नास्ति इति रूपाणि जागृयात् जागृयातां जागृयुः जागृयाः जागृयातं जागृयात जागृयां जागृयाव जागृयाम. अतः एतत् सूत्रं जागृ विचिन्न अनिस्सु इति सूत्रम् अस्माकं दिगन्ते केवलं यत्र गुणः भवति तत्र सर्वप्रभाते यत् भवति, अन्यत्र अस्य तत्र प्रसक्तिः नास्ति, गुणं न कारयति. किमर्थमिति चेत् अत्र नित्ति इत्यनेन गुणनिषेधः, न तु अन्य कोऽपि अनित् प्रत्ययस्य प्रत्ययेन गुणनिषेधः तावदस्ति. अतः एव अस्तु अस्तु तर्हि इदानीम् एकवारं पुनः एकवारं सा उक्तवती आसीत् रमप्रिया, एकवारं पुनः अभ्यासं कुर्मः इति. एकवारं पुनः पश्यामः के कानि कानि सूत्राणि सन्ति इति. इदानीं तु अगादिगणे एकवारम् अहं वदामि. अगादिगणे अगादिगणे सामान्येन अस्ति आदिप्रवृत्तिः शप लुक् भवति इति अस्ति. इदानीम् अकारान्तधातूनां सामान्यनियमः एकवारं पश्येम. तत्र उपरि एकवारं तत्र कुत्र अस्ति अस्तु. अत्र सामान्यनियमः अस्ति, एकं तु लङ्गशाकटनसेव इत्यनेन जे हेजुस् भवति इति अस्ति लङ्लकारे. अपि च अन्यदस्ति उस्यपदान्तस्य अपदान्तात् आ च उसि एकपुरुपरयोः पररूपं भवति इति अस्ति. अत्र सामान्यदातव पञ्चदश दातव सन्ति, दरिद्रविहाय अन्यत्र सर्वत्र सामान्य कार्याणि सन्ति. एकवारं कोऽपि या इति इत्यस्य एकवारं कुर्मः वा, या इति धातोः लटीरूपाणि भगिनी करोति वा? विजयभगिनी करोति, विजयभगिनी या इति धातु पुनः एकवारं कुर्मः लटिरूपम्. विजयभगिनी श्रूयते वा? अस्तु जि, तत्र लट् रूपमस्ति, शीतः अन्ति, शीतहत मी वहमः इति अस्ति सिद्ध तिङ्प्रत्ययं. तत्र याति इति अस्ति, या योगः ति, तत्र किमपि कार्यं नास्ति खलु जि? वर्णमेलनमेव तादृशमेव यातः अपि तादृशं यान्ति. तत्र या योगः अन्ति इति अस्ति, यान्ति तत्रापि किमपि कार्यं सन्धिकार्यमस्ति वा? सन्धिकार्यं तत्र या योगः अन्ति दीर्घ आकारः आगच्छति, सवर्णदीर्घसन्धिः अकः सवर्णदीर्घ इति सूत्रेण. अनन्तरं यासि इति अस्ति, यासि अपि तत्र वर्णमेलनमेव, किमपि कार्यं नास्ति. अनन्तरं यातः तादृशमेव, याते एव. अनन्तरं यामि, तत्र अपि या योगः मी यामि, यावः तादृशमेव वर्णमेलनं, यावः यामः, तत्र किमपि कार्यं नास्ति, बहु सुलभमेव. आमां सत्यम्. अत्र अहं चिन्तयामि लङ्गि एव अत्र कार्यमस्ति, लङ्गि कार्यमस्ति. एकवारं उषा भगिनि लङ्गि रूपं करोतु भगिनि, लङ्गि. आं महोदय, लङ्गिरूपं या धातु प्रथमं लुङ् लङ् लृङ् ष्वट् उदातः इति सूत्रेण अट् आगमः. अयोगः या योगः तु अयात् अयात् अयातां देन् बहुवचनं या योगः अयोगः या योगः उष् उष् जेर्जुस् जेर्जुस् लङ्गः शाकटायनस्य लङ्गः शाकटायनस्य जेः जुस् भवति या योगः उष् या योगः उष् उष्य पतान्तात् इति सूत्रेण पररूपमेव सन्ति अयोगः या योगः उष् आकारः लोपः भवति सो अयुः अयुः अन्यरूपं तत्तु विकल्पेन खलु विकल्पेन लङ्गः शाकटायनस्य ओके रैट् रैट् अयान् तूताम् अन् ओके अयुः अयान् अत्र अत्र तकारस्य लोपः भवति सयवर्णस्य लोपः इत्यनेन खलु अयायोगः सु अयाः अयायोगः तम् अयातम् अयात अयाम् अयाव अयाम् अतः तत्र अस्तु इदानीं अग्रे विशेषदरिद्रधातुः अस्ति दरिद्रधातुः इदानीम् अत्र अकारान्तधातुः अस्ति दरिद्रधातुः अस्ति अत्रापि अत्र अभ्यस्तसंज्ञकधातुः अस्ति अतः अदभ्यस्तात् इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अपि च सिजिद्यस्य विदिद्यस्य इत्यनेन अभ्यस्तसंज्ञकस्य इदानीमत्र जेः जूस् आदेशः भवति ज्योन्तप्रभाते जूस् आदेशः भवति अपि च अत्र स्नाभ्यक्षवदातः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अहं चिन्तयामि बहुवचने प्रथमादेशस्य बहुवचने अस्ति इद्दरिद्रस्य इत्यनेन इद्दरिद्रस्य इत्यनेन दरिद्रसङ्गस्य हलि हलि इति परे इकारः भवति स्वैकार इ अलेगो इत्यस्य इत्यं सूत्रं प्रबाध्य भवति इति अस्ति इदानीं करोति राजेन्द्र महोदय करोति वा दरिद्र लट् लकार दरिद्र दरिद्र धातु दरिद्र दरिद्र धातु अत्र अत्र अत्र दरिद्रा योगः अस्ति हलन् हलादि हलादिचित् प्रत्ययः अस्ति अत्र अत्र कोऽपि कार्यं नास्ति दरिद्राति भवति दरिद्रा योगतः अत्र हलादि अपि प्रत्ययः अस्ति तत्कारणात् अत्र आकारस्य लोपः भूत्वा तत्स्थाने इ आदेशः भवति दरिद्रतः इद्दरिद्रस्य सूत्रेण दरिद्रायोग योग अन्ति अत्र अत्र अपि अजन्त अजादि अपि प्रत्ययः अस्ति तत्कारणात् अत्र आकारस्य लोपः भवति दरिद्र अन्ति दरिद्रन्ति रूपं भवति आं महोदय अभ्यस्तसंज्ञकः अस्ति खलु अतः अदभ्यस्त दरिद्रति भवति खलु दरिद्रति इति भवति क्षम्यताम् आम् आं सत्यं सत्यं भवति तत् सत्यम् अत् आदेशः भवति जि जस्थाने अत् आदेशः भवति दरिद्रति प्रसक्तिः अस्ति इदानीम् अत्र आकारश्लोकः भवति दरिद्रति इति दरिद्रति सि सि प्रत्ययः अस्ति हलादे तिस् प्रत्ययः अस्ति तत्कारणात् तत्र कार्यं दरिद्रा सि अत्र आदेशप्रत्ययसूत्रेण शत्वं भूत्वा दरिद्रस्य कार्यम् अत्र न भवति यतोहि अपित् प्रत्ययः अस्ति तत्र दरिद्राशि दरिद्राशि रूपं भवति हः योग न थः हलादि अपित् प्रत्ययः अस्ति अनन्तरं दरिद्रस्य सूत्रेण इकारादेशः भवति दरिद्र यो मर्दमित्वा दरिद्रथः दरिद्रथः तथैव दरिद्रथ दरिद्रथे थ अत्र मे दरिद्रायोग मे अत्र अपि हलादि पित् प्रत्ययः अस्ति तत्कारणात् वर्णमेलम् एव दरिद्रामि वः अस्ति हलादि अपित् अस्ति तत्कारणात् अत्र इद् दरिद्रस्य सूत्रेण तत् आकारस्य इकार आदेशः भवति दरिद्री वः दरिद्री वः तत् दरिद्री मह अत्र सर्वत्र हलादि अपित् अस्ति तत्र ईल् हल्यगो इति सूत्रस्य प्रत्यक्ष अस्ति तत् प्रबाद्य एतत् विशेषसूत्रेण ईकारः भवति ह्रस्व ईकारः भवति अन्यथा ई हल्यगो इत्यनेन दीर्घ ईकारः भवति खलु तत्र नास्ति अस्तु धन्यवादः श्रीवल्य भगिनी अग्रे लङ्गि लङ्गिरूपं लोट् नास्ति एकं वयं सिलेक्टिव्लि कुर्मः आम् आम् आं महोदय लङ्गि प्रथमं लुङ् लङ् लुङ्क्षु अडुदातः अडागमः भवति आयोगः दरिद्रा आयोगः दरिद्र प्रथमं प्रत्ययः तकार अत्र हलादि पित् अस्ति कोऽपि कार्यं नास्ति किन्तु इक् अङ्गः नास्ति चेत् कोऽपि कार्यं नास्ति रूपं भवति अदरिद्रात् ताम् अरिद्रात् ताम् ताम् इति हलादि हलादिप्रत्ययः अपि अस्ति हलादि अपि अस्ति इति चेत् दरिद्रस्य अङ्गस्य इत् हलिनिति सार्वधातुके इद् इद्दरिद्रस्य इति सूत्रेण दरिद्रितम् अदरिद्रिताम् इति रूपं भवति बहुवचने अन् प्रत्ययः सिद्धप्रत्ययः अस्ति परन्तु अभ्यस्त अभ्यस्तसञ्ज्ञात् लङ्गि सिजभ्यस्तविधिभ्यः च नितः तस्य जेः जुस् आदेशः भवति जुस् आदेशः भवति अपि च इद्दरिद्रस्य अपि सूत्रेण इकारस्य आदेशः भवति रूपम् अदरिद्रुः इति रूपं भवति मध्यमपुरुषे एकवचनं सकार परन्त अदरिद्रायोगः सकारः इति आदेशप्रत्ययोः इण्कोः इति सकारस्य हरिद्र विसर्ग करवसान करवसानयोः विसर्जनीयः सशजुषोरुः सशजुषोरुः करवसानयोः विसर्जनीयः इति सूत्रयोः अदरिद्राः इति रूपं भवति तम् इति हलादि अपि तस्मि इद् दरिद्रस इति सूत्रेण अदरिद्रितम् इति भवति ता इति बहुवचने हलादि अपि प्रत्ययः अस्ति अत्रापि इद् दरिद्रस इति सूत्रेण ईकारः आदेशः भवति अदरिद्रिता उत्तमपुरुषे अम् इति प्रत्ययः, अम् इति पित् अस्ति, कोऽपि गुणकार्यं न भवति, किन्तु इक् अङ्गः नास्ति, अदरिद्राम् इति रूपं भवति, वकारः हलादि अपेत् इद् दरिद्रस्य इति सूत्रेण इकारस्य आदेशः भवति, रूपं भवति अदरिद्रिव अदरिद्रिम इति बहुवचने रूपं भवति. इदानीं अरुणा भगिनि अग्रे विधिलिङ्ग् करोतु. ओके, विधिलिङ्ग् प्रत्ययः यातः यातां युः, याः यातं यात, यां याव याम, सर्व प्रत्ययः अपित् अस्ति, ततः नौगुणकार्यं भवति, अत्र लेख्वर्णः अस्ति नास्ति, ततः दरिद्र्या किमर्थम् एकार आगच्छति केन सूत्रेण महोदय? इद्दरिद्रस्य सूत्रेण सर्वत्र इरागम आगच्छति, ततः दरिद्र्यात् दरिद्र्यातां दरिद्र्युः, दरिद्र्याः दरिद्र्यातं दरिद्र्यात, दरिद्र्यां दरिद्र्याव दरिद्र्याम. प्रथम पुरुष बहुवचने युः जुष् आगच्छत महोदय. हा तत्तु अस्ति खलु, हा जुस् भवति खलु, जुस् एव खलु तत्र, तदेव अहं पृच्छामि. लिङ्ग् अस्ति खलु, अतः किमपि नास्ति. अग्रे इदानीं ईकारदातूनां प्रति गच्छामः. ईकारदातवः सप्तदातवः सन्ति, इन् इक् इङ् वि षीङ् दीतिङ् वेदिङ् इति. अत्र सर्वत्र विशेषदातवः सन्ति अहं चिन्तयामि. अत्र इगन् ई अस्ति, अतः अचिष्टुं दातपूर्वं युवोदयोङ्गो इत्यस्य सूत्रस्य प्रसक्तिः भवति इति अस्ति. इयङ् अथवा ऊ अङ् आदेशः भवति इति अनेन सूत्रेण, अतः इयङ् आदेशः अस्ति अचि प्रत्ययपदे. परन्तु अत्र विशेषदातवः सन्ति, इण् धातुः अस्ति, इण् धातोः अत्र अचिष्णुधातुपूर्वाङ् युवर्योङ् इत्यस्य इयङ् ओङ् आदेशः न भवति, परन्तु प्रपाद्य इणो यण् इत्यस्य प्रसक्तिः अस्ति, प्रतिपदोक्तम् अस्ति, अत्र यणादेशः भवति इति अस्ति. अग्रे अन्यदस्ति इक्, तस्य तत्र नास्ति इक् इति प्रत्य धातुः अस्ति, तत्र विशेषधातुः नास्ति, इङ् अपि विशेषधातुः नास्ति, परन्तु अत्र शीङ् इति शीङ् स्वप्ने इति धातुः अस्ति, अत्र विशेषनियमाः सन्ति. शीङ् इति अस्ति सार्वत्रिके गुणः इत्यनेन शीङ् अङ्गस्य गुणः भवति सार्वत्रिकप्रत्ययपदे, अतः शीङ्गतोः गुणः भवति, अपि तस्ति चेदपि गुणः भवति इति अस्ति. अस्तु, इदानीं शीङ्गतोः एव कुर्मः, तत् प्रसिद्धधातुः अस्ति खलु, अतः शीङ्गतोः रूपं साधयामः एकवारम्. इदानीं वदति उषा भगिनी, शीङ्गतोः लट्लकारे. आम् महोदय, गुणः भवति, रैट्? सर्वत्र गुणः भवति, सर्वत्र गुणः भवति. शी योगः ति चेति नो किम् इति आत्मनेपदि खलु भगिनी अनुदत्तानि आत्मनेपदमिति सो शीयोगः ते शीयोगः ते शे योगः ते शेते शेते ओके शीयोग शेते ते इते शे योग गुणः एव भवति शीयोगः इते शे शे शेते शे योगः इते सो अयावसन् इते कम् इते नास्ति खलु आते ते आते या आं भगिनि या थेङ्क् यू आते ते योग शे योगः आते सो शययोगः शय् योगः आते शयाते ते आते आते या शयाते देन् ते आते आते शे योगः आते एचो अयवायावः शयते अत्र शेते अत्र यत् अहं विस्मृतवान् अत्र अन्यत् सूत्रमस्ति खलु शेङ्गो सो शेरते शेरे सो शिङ्गो रुट् सर्वत्र रैट् ओके I am looking at the karapatra. I can't get to the sheen dhatu. Okay. I am saying adrishva eva. I am trying. Okay. Shete, shayate, sherate. Okay. Shete, shayate, sherate. And then te, ite, ate, se. So, she, she, she. Samme. Gunaha bhavati. Okay. She, she. Yeah, gunaha bhavati. ते आते आते से से आते द्वे ओके देन् या देन् आदेश अत्र अत्र आते इति अस्ति खलु अत्र आयादेशः भवति खलु सन्धि गुणः भूत्वा सन्धि सन्धि शयाते देन् शे द्वे अपि अस्ति परन्तु गुणः भवति गुणः भवति ओके शे द्वे आमां सत्यं शे द्वे एव गुणः भवति किमपि शे द्वे ये शे शे योगः ये शये आमां शये शयामहे शयामहे शीमहे शीमहे शेमहे शेमहे शेमहे केन् वि डू द होल् थिङ्ग् अगेन् या शेते शयाते शेरते शेषे शयाते देन् शे द्वे देन् शे शेये देन् वाट् इस् शेवहे यत्र यत्र अजादि अस्ति तत्र आयादेशः भवति अनन्तरं किमपि नास्ति अत्र एकवर्णमेव गुणभूतवर्णमेलनमस्ति अस्तु शृङ्गरुट् इत्यनेन भवति लोट्लकार इदानीं श्रीवल्ली भगिनी लोट्लकारे करोति वा आम् आं महोदय लोट्लकारे तु इति इत् अस्ति लोट्लकारे किम् अस्ति अत्र आपणे तु इति हला लोट्लकारे तु प्रत्ययः फलादि न ताम् आताम् अताम् स्व आतां द्वम् ऐ आवहै आमहे इति प्रत्ययः ताम् इति अपित् अस्ति शीङ्गः सार्वधातुके गुणः इति सूत्रेण षे इति भवति षे योगः ताम् शेताम् आतां शे शीयोगः आतां प्रथमं गुणः भवति शेयोगः आतां येचो यावायवः सन्धिः शयातां शयाताम् इति रूपं भवति ऐ आदेशः भवति शयाताम् अताम् अताम् इति शीङ्गः प्रथमं गुणः भवति शीङ्गः सार्वधात्के गुणः इति सूत्रेण अनन्तरं शीङ्गो रुट् शीङ्गः अङ्गात् जः अतः रुट् आदेश रुट् आगमः भवति इति चेत् शेरताम् इति रूपं भवति मध्यमपुरुषे स्व इति प्रत्ययः हलादि अपि तस्ति गुणः भूत्वा गुणकार्यं भवति शेयोगः स्व शेष्व आदेशप्रत्ययोः इङ्कोः षत्वं भवति शेष्व इति रूपं भवति आथाम् इति अजादि अपि तस्ति गुणः भवति शेयोगः आताम् तत्र येचो श्रूयते वा भगिनि मम ध्वनि श्रूयते वा मम ध्वनि श्रूयते भवतः ध्वनिः अस्ति परन्तु भवत्याः ध्वनिः अस्तु अस्तु तर्हि शीयोग आताम् अत्र शयाताम् करोमि शयाताम् इति भवति शीयोगध्वम् इति अस्ति अत्रापि गुणः भवति शे इति अनन्तरं वर्णमेलनं शेध्वम् इति भवति महोदय हा किमर्थं द्वं प्रत्ययात् गुणः भवति न अत्र न शि इति धातोः सर्वत्र गुणः भवति खलु ओ ओ अपि तस्य अपि अपि तस्य चेदपि शीङ्गसर्वत्र गुणः इत्यनेन सार्वत्रप्रत्ययः अस्ति अतः गुणः भवति धन्यवादः अग्रे शियोग शियोग ऐ अस्ति किं भवति अत्र शि शे भवति षे भवति इदानीं वृद्धि शये इति भवति अत्र यचयवः शय इति भवति शय ऐ शयै इति भवति शय इति भवति इति आडुतपस्य ऐ भवति खलु अत्र ऐ भवति ए इति अस्ति ऐ भवति अनन्तरं शे योग ऐ शय्ये इति भवति शी अग्रे वहै इति अस्ति खलु वहि अग्रे शयामहे इति रूपम् अस्तु अग्रे इदानीम् अग्रे विजया भगिनी करोतु भगिनि करोतु भवती एव करोतु लङ् रूपम् अत्र लङ् रूपं सर्वत्र तत्र लुङ् लङ् लृङ्षु इति कार्यं करोति अतः सर्वत्र लङ् प्रति अकारः प्रथमं योजनीयम् अनन्तरं शि इति धातुः अस्ति परन्तु तत्र शिङ्गः सार्वधातुकगुणः इति भूत्वा तत्र शे आगच्छति अनन्तरं ता योजनेन अशेत इति आगच्छति अनन्तरम् अशेत इति अशेत अनन्तरं अशय्य अश किम् अस्ति तत्र लङ् रूपम् आताम् अस्ति ता आतां ता आताम् अत ताः आतां द्वम् ई वहि महि इति अस्ति आताम् इति अस्ति तत्र तत्र शी स्थाने शे आगच्छति सिंहगसार्वधातुके गुणे गुणः इति. अनन्तरं तत्र यचोयवयवः इति सूत्रेण तत्र अया अयादेशः भवति. अनन्तरम् अशैयाताम् इति तत्र अशयाताम् इति अशयाताम् इति भवति. अनन्तरम् अशेरथ इति अस्ति, तत्रापि सर्वत्र शिङ्गसार्वधातुके इति गुणः भवति. शि शे इति आगच्छति. अनन्तरं शिङ्गोरुति इति अस्ति, अतः रकारः आगच्छति. अशेरथ इति रूपं निष्पन्नं तत्र. अनन्तरं ताः इति अस्ति, शि शे इति भवति सर्वत्र. अनन्तरं ताः इति अस्ति चेत् तत्र कर अवसानयोर्विसर्जनीयः इति सूत्रेण तत्र विसर्गः भूत्वा तत्र अशेताः इति अस्ति. अनन्तरम् अशयाताम् इति अस्ति, याताम् तत्र अपि अशयाताम् या यचोयवयावः इति सूत्रेण तत्र अवादेशः भवति. अशयाताम् इति अयादेशः अयादेशः. अनन्तरं द्वं सर्व तत्र वर्णमेलनमेव, अशये पूर्वम् अस्ति शे, अनन्तरं द्वं मेलनेन अशेद्वम् इति अस्ति. अनन्तरं अनन्तरम् इ अस्ति चेत् तत्र सर्वत्र शि इति स्थाने शे आगच्छति शिङ्गसार्वधातुके. अनन्तरम् अपि तत्र ऐ आवा अयादेशः भवति यचोयवायावः इति सूत्रेण. अनन्तरं शयीय इति अस्ति, इकारः अस्ति, अतः शयी इति यकारः ईकारः मेलनेन शयीय इति न अशयी इति अस्ति. अशयी इकारः मेलनेन अशयि इति अस्ति. अनन्तरम् अशेवहि तादृशमेव तत्र मेलनमेव, अशे पूर्वम् अस्ति, वहि महि तावदेव. अस्तु भगिनि, अरुणरा खलु विधिलिङ्गं करोति वा? विधिलिङ्ग् प्रत्ययः ईता एयाताम् ईरन् ईथाः ईयाथाम् ईद्वम् ईया ईवहि ईमहि प्रथमं गुणः भवति शि शे भवति, शे योगः ईता यचोयावः सूत्रेण अय आगच्छति. शयीतां शयीरन् शयीथाः शय्याथां शयीध्वं शेयोगः ईय अत्रापि यजोयावः शय्य शयीवहि अस्तु. समयः अभवत् चिन्तयामि, इदानीम् अत्र एव स्थगयामः, मम अपि अन्यकार्यमस्ति. धन्यवादः जि, शुभदिनं. धन्यवादः धन्यवादः धन्यवादः धन्यवादः.